अनन्तरस्य श्लोकद्वयस्य समवायेन अर्थग्रहणसम्भवात् श्लोकद्वयम् अधुना पठामि. पण्डितास्तु कलत्रेण रमन्ते महिषा इव पुत्रस्योत्पादने दक्षाः अदक्षा मुक्तिसाधने न हि वैष्णवता कुत्र सम्प्रदायपुरःसरा एवं प्रलयतां प्राप्तो वस्तुसारः स्थले स्थले. वस्तुसारोऽपि जातः, वस्तूनां सारः जातः नष्टः. कथम्? पण्डिताः महिषा इव कलत्रेण रमन्ते. पण्डिताः महिषा इव, यथा महिषाः न किम् अन्यत् किमपि न चिन्तयमानाः चिन्तयन्तः, केवलं विषयभोगे वर्तन्ते, तथा पण्डिताः अपि सदा कलत्रेण सह रमन्ते. पुत्रस्योत्पादने दक्षाः, दक्षा नाम समर्थाः, केवलं ग्राम्यसुखे समर्थाः. अदक्षा मुक्तिसाधने, मोक्षोपाये अदत्तश्रद्धाः वर्तन्ते. तथा च न हि वैष्णवता कुत्र सम्प्रदायपुरःसरा, सम्प्रदायपुरःसरा वैष्णवता कुत्रापि नास्ति. कुत्र इति कुत्रापि इत्यर्थः. सम्प्रदायसहिता वैष्णवता कुत्रापि न अस्ति. सर्वत्र सर्वतः नष्टं, सर्वतः नष्टा जाता. एवं वस्तुसारः स्थले स्थले, सर्वेषु अपि स्थलेषु इत्यर्थः. प्रलयतां प्राप्तः, नष्टः.